नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे निच् विशेष अजन्तदातवः इति। तत्र अस्माभिः गतवर्गे विभाषा लीयतेः इत्यस्य विषये चर्चा कृता। तत्र पुनःस्मरणत्वेन केनापि वक्तुं शक्यते वा विभाषा लीयते इत्यत्र या चर्चा जाता गतवर्गे तस्य सारांशरूपेण? आं प्रयत्नं करोमि भगिनि। कृपया बहु सम्यक्। विभाषा लीयतेः इति नुक् अभावे भवति, अपि च विभाषा लीयतेः इति तु विकल्पेन तस्य प्रयोगः भवति, एतस्य सूत्रस्य प्रक्रिया भवति। तत्र ली इत्यनेन लिङ् श्लेषणे अपि च दिवादिगणीयधातुः अपि च ली श्लेषणे एव क्रयादिगणीयधातुः तेषाम् आत्वादेशः भवति इति एचः विषये अपि च लेपि विषये इति अनुवृत्तिसहितसूत्रं वदति। विभाषा लीयतेः आत् एचः विषये लेपि विषये इति। अत्र उपदेशे इति स्क्रीन् उपदेशे उपदेशे कुत्र भगिनि उपदेशे इति अनुवृत्तिसहितसूत्रे उपदेशे इति अपि पदमस्ति अस्ति वा? स्क्रीन् रिफ्रेश् करोति चेत् मया स्थापितम् इदानीम्। ओ अस्तु अस्तु, अहं करपत्रात् पठन्ती अस्मि। नास्ति चिन्ता, उपदेशे इति अस्ति इति वदतु। हा, विभाषा लीयतेः उपदेशे आत् एचः ल्यपि इति भवति। तर्हि तर्हि तत्र एचः विषये इति किमर्थम् इत्युक्ते आत्वप्रकरणे एचः विषये इति अनुवृत्तिरूपेण भवति। आदेश उपदेशे शिति इति प्रथमसूत्रं, तस्य अनुवृत्तिः भवति तत्र नवपञ्चाशत् सूत्रपर्यन्तम् इति मन्ये। अपि च लेप् विषये इति किम् इत्युक्ते तत्र लेप् इति प्रत्ययः नागच्छति, साक्षात् प्रत्ययः लेप् इति धातोः परं नागच्छति, अतः लेपि इति न उक्त्वा लेपि लेप् विषये इति उक्तमस्ति। यतोहि लेप् तु त्वा प्रत्ययस्य स्थाने आदेशरूपेण भवति इति एव तत्र कारणम्। अपि च विभाषा लीयतेः इत्यस्य लीयतेः पुनः वदतु लेपि इति किमर्थमुक्तम्? लेपि इति तत्र अर्थः लेप् विषये इति चर्चितवन्तः, न तु तत्र लेपि इति सप्तमी एव, किन्तु लेप् इति प्रत्ययः आदेशरूपेण त्वा स्थाने, इत्युक्ते प्रथमं तु सर्वदा त्वा इति प्रत्ययः आगच्छति, तदनन्तरं तस्य स्थाने लेप् इति प्रत्ययः आदेशरूपेण आगच्छति इति कृत्वा लेप् लेप् विषये इति तत्र उक्तम् इति चर्चितवन्तः, खलु भगिनि? इत्युक्ते तस्मिन् सूत्रे उपदेशे विभाषा लीयतेः आत् एचः इति वदामः चेत् पर्याप्तं नास्ति वा? किमर्थं यपि इति वक्तव्यम्? उपदेशे विभाषा लीयतेः आत् एचः इति एव वक्तव्यम् इति वा? तावत् वदामः चेत् पर्याप्तं नास्ति वा? किमर्थं यपि इति वक्तव्यम्? एचः इति तु जानीमः किमर्थम् अस्ति इति। मम अवगमनम् आसीत् तत्र किम् उक्तम् इत्युक्ते पूर्वात् सूत्रात् एव तत्र अनुवृत्तिः अभवत् लेपि इत्यस्य। तत्र मीनाति मिनोति दीनां लेपि च इत्यस्मात् लेपि इत्यस्य अनुवृत्तिः अस्ति। तर्हि तत्र किमस्ति इति प्रश्नः भवति तस्य अनुवृत्तिः। किमर्थम् इत्युक्ते एचः इत्यस्य एचः विषये एचः इत्यस्य कः अर्थः? एचः इत्युक्ते एच् एजन्त वर्ण एजन्ता किं तत्र धातूनां विषये इति भवति खलु? इत्युक्ते एजन्तधातुः इति न भवति अत्र, यतोहि उपदेशे धातुः कः? उपदेशे धातुः लिङ् ली अपि च लिङ् इति अतः ये च उपदेशे एचः एजन्तः धातुः इति अर्थः न लभ्यते खलु न उपदेशे न तत्र प्रक्रिया भूत्वा तदनन्तरम् एजन्त भवति इति अर्थः तत्र इत्युक्ते तत्र वृद्धिः अथवा गुणकार्येण एजन्तः जायमानः अस्ति चेत् इति अर्थः अस्ति चेत् सत्यं हा वृद्धिः भूत्वा एजन्त भवति उपदेशावस्थायाम् एजन्तः नास्ति नास्ति अतः एचः इति धातोः विशेषणं नास्ति हा धातोः विशेषणं न तत्र तु एचः विषय इति उक्तत्वात् तत्र यथा तत्र वृद्धि भूत्वा लि इत्यस्य लै इति किमपि भवति चेत् तस्मिन् प्रसङ्गे एचः इति वक्तुं शक्नुमः तदा एव आत् भवति इति आत्वं भवति तत्र सम्यक् तर्हि इदानीं ल्यपि इति किमर्थं वक्तव्यं तत्र एजन्तः एच यदा वृद्धिः अथवा गुणः भवति तदानीम् एजन्तः भवति तादृशधातोः इति वक्तुं शक्यते वा अत्र त्वाप्रत्ययः अस्ति चेत् तादृशधातोः एचः विषये लपि विषये इति अवगतवती अहं तत्र तादृशधातोः तदा एचः इति एता भवति तदा लपि इति न इति मम अवगमनम् आसीत् भगिनी अत्र ली धातुतः त्वा प्रत्ययः इदानीं यपि इति पदमेव नास्ति इति चिन्तयतु सूत्रे यपि इति पदम् इत्यस्य अनुवृत्तिः नास्ति तर्हि ली योगः त्वा प्रत्ययः इदानीम् उपसर्गः अस्ति वि योगः ली योगः त्वा प्रत्ययः तर्हि इदानीं एचः इति पदस्य आधारेण अत्र आत्वं भवितुम् अर्हति वा यदा त्वाप्रत्ययस्य ल्यप् इति आदेशः भवति तदानीं लेप् इत्यस्य भवति चेत् तत्र यकारः एव तिष्ठति न भवति तदानीं लियोगः या इति भवति खलु लियोगः लियोगः लियोगः लियोगः या परन्तु अस्मिन् सूत्रे ल्यपि इति न उक्तं तत्र आत्वम् अत्र करणीयं चेत् तत्र किम् अपेक्षितं यदि ल्यपि इति पदमेव नास्ति केवलम् एचः विषये इत्येव उक्तं तत्र एजन्त न भवति एव किमर्थं न भवति लेपि इति न उक्तं चेत् तत्र इदानीं विलीय इति भवति तत्र आत्वस्य प्रसङ्गः कथं भवति तदेव मम प्रश्नः आत्वं यदि तत् इत्युक्ते अत्र सूत्रे किमपि तत्र निमित्तं न उक्तं खलु सूत्रे निमित्तं किम् अस्ति एजन्त एचः जायमानः अस्ति एच् इति जायमानः अस्ति चेत् तदानीम् आत्वं भवति इति उक्तम् अत्र त्वाप्रसङ्गे एच् इति जायमानः अस्ति वा त्वाप्रसङ्गे एच् इति जायमानः न कित् प्रत्ययः कित् प्रत्ययः गुणवृद्धिः न भवति क्निति च इत्यनेन कित्वात् तर्हि कित्वात् त्वाप्रत्ययस्य विषये गुणवृद्धिः कदापि न भवति यदि तत्र यप् इति आदेशः भवति तदानीं किं भवति तदानीं गुणवृद्धिः भवितुम् अर्हति वा तदानीम् आर्धधातुकप्रत्ययः भवति अतः गुणः भवितुम् अर्हति इति वयं चिन्तयामः परन्तु पश्यतु तत्र यप् इति प्रत्ययः नास्ति यप् इति आदेशः अस्ति खलु आदेशः त्वा प्रत्ययस्य स्थाने ल्यप् इति आदेशः भवति तर्हि ल्यप् इति आदेशः त्वा इति प्रत्ययः अपि अर्धधातुकप्रत्ययः त्वा प्रत्ययस्य स्थाने ल्यबादेशः भवति तर्हि इदानीं ल्यप् इति इत्यत्र प्रत्ययत्वं कथं लभ्यते तत्र अङ्गात् परम् अस्ति चेत् तत् जानामि अङ्गात् परम् अस्ति चेत् यतोहि प्रत्ययात् पूर्वं यदस्ति तद् अङ्गं भवति अङ्गात् परम् अस्ति चेत् प्रत्ययः भवति खलु परन्तु इदानीं स्थानिवत् भवति त्वा प्रत्ययस्य स्थाने आगतः इति कृत्वा ल्यप् इति अपि प्रत्ययः एव भवति, स्थानिवत् आदेशः. अस्तु, स्थानिवत् आदेशेन त्वा प्रत्यये ये ये गुणधर्माः सन्ति ते सर्वे अपि धर्माः यप् प्रत्यये अपि आगच्छन्ति. अतः त्वा प्रत्ययः कित् इति कृत्वा ल्यप् अपि कित् कित् एव भवति. अस्तु, कित् एव भवति. अतः ल्यप् प्रत्ययस्य विषये गुणवृद्धिः कदापि न भवति. अतः सूत्रे उपदेशे विभाषा लीयते आत् एचः इति तावदेव वयं वदामः चेत् तत्र ल्यप् प्रसङ्गे कदापि एजः एजन्तः न भवति, वृद्धिः गुणः कदापि न भवति. अतः एव अस्मिन् सूत्रे ल्यपि इति उक्तं. ल्यपि विषये अपि आत्वं भवति भवति इति. ल्यपि इति न उक्तं चेत् कदापि एजन्तत्वं न लभ्यते, निमित्तं न लभ्यते इति कृत्वा कदापि आत्वं न भवितुम् अर्हति. द्वियोगः लीयोगः ल्यप् इति स्थितौ. इदानीं सूत्रे ल्यपि इति उक्तत्वात् यपि विषये अपि आत्वं भवति इति उक्तम् इति कृत्वा तत्रापि आत्वं भवति. अस्तु भगिनि, इदानीम् एचः इति किमर्थम् उक्तम्? एचः इत्युक्ते तत्र यथा वृद्धिः, यदा वृद्धिः भवति तदा धातोः परम् एच् वर्णः आगच्छति. तस्मिन् प्रसङ्गे अस्य सूत्रस्य प्रसक्तिः भवति इति. इत्युक्ते विकल्पेन आत्वं भवति, अपि च आत्वं भवति इति कृत्वा तत्र विकल्परूपं प्राप्नोति धातुः, वैकल्पिकरूपं. यथा तत्र लियत् किं ली, तत्र अग्रे लियोगः णिच्यो इत्यत्र विभाषा लीयतेः इत्यनेन तत्र ई इत्यस्य स्थाने आ आदेशः भवति. इत्युक्ते तत्र अस्मिन् सूत्रे यत् मया स्मृतम् इत्युक्ते प्रथममेव आत्वं भवति, यतोहि अन्येषां सूत्राणां प्रसक्तिः भवितुम् अर्हति तत्र इति कृत्वा ली योगः णिच् इत्यत्र एव ई स्थाने आ आदेशः भवति, तदानीं ला इति भवति, तदनन्तरं लायोगः ई. इदानीं तत्र पुक् आगमः भवितुम् अर्हति, आकारान्तधातुः भवति इति कृत्वा तत्र लापि लापयति इति भवति. अपि च किन्तु तत्र लीयतेः इत्यत्र अन्यत् किं वक्तव्यम् इत्युक्ते लीयति तत्र स्थिपानिर्दिष्टः रूपं, तत्र लीयति इति क्रियापदं नास्ति, कृदन्तपदम् अस्ति, प्रातिपदिकम् अस्ति, तस्य षष्टिविभक्तिः लीयतेः इति भवति. अपि च ली इत्यनेन द्वयोः धात्वोः अपि किम् उल्लेखः भवति, लिङ्गपि ली इति, तदपि आसीत्. तर्हि तत्र लीयतेः इति रूपं भवति. अपि च इत्युक्ते विभाषा लीयतेः इति सूत्रेण एतयोः द्वयोः धात्वोः वैकल्पिकरूपं भवति, आत् इति आगमनेन आदेशेन आतिथि आदेशेन अपि च एचः विषये लेपि विषये इति इदानीं सम्यक्तया ज्ञातवन्तः. अन्यत् अपि च तत्र एच् विषये इति अनुक्त्वा एजन्तः धातुः इति वक्तुं न शक्यते, यतोहि धातुः एजन्तः नास्ति. अपि च उपदेशे इति किमर्थं वक्तव्यं? विभाषा लीयतेः आत् एच् विषये इत्युक्तं तत्र उपदेशे इत्यस्य का आवश्यकता? उपदेशे तत्र उपदेशे इति सामान्यतया उपदेशे यत् एजन्तधातुः अस्ति तस्य तु आत्वं भवति अचोण्णिति इत्यनेन. इति नास्ति, आदेश उपदेशे शिति. क्षम्यताम्, आदेश उपदेशे शिति इत्यनेन अत्वं भवति. किन्तु तत्र एजन्त नास्ति, किमर्थम् उपदेशे इति तत्र वक्तव्यम् इत्युक्ते विभाषालीयतेः आत् एचः लेपि उपदेशे, किमर्थं तत्र भगिनि न अवगतम्? केनचित् स्मर्यते वा, केनचित् ज्ञायते वा, किमर्थम् उपदेशे इति वक्तव्यम्? इत्युक्ते उपदेशे इति एव तत्र उपदेशावस्थायाम् एव आत्वं भवति इति विषयः तत्र. किमर्थं तथा वक्तव्यम्? तत्र उपदेश अवस्थायाम् एव आत्वं न भवति चेत् तत्र लि इत्यस्य वृद्धिः भवितुम् अर्हति, तदा वैकल्पिकरूपं साधयितुं न शक्नुमः खलु. उपदेशे इति न वदामः चेत् परनिमित्तं न आवश्यकम्, उपदेशावस्थायामेव लि इत्यस्य ल इति भवति. परनिमित्तं किमर्थं न आवश्यकम् इति उक्तम्? रूपसिद्धि सम्यक् न भवति खलु, प्रत्युत्पत्तेः प्राक् एव विभाषा लीयतेः इत्यत्र तु परनिमित्तस्य चर्चा नास्ति. मया तत्र दोषः कुत्र भवति इति उक्तं खलु गतवर्गे. भू प्राकृतरूपे प्रकृतिरूपेण एव तस्य रूपभेदः अपि भवति, वैकल्पिकरूपमपि न भवति, वैकल्पिकरूपं न भवति यदि उपदेशावस्थायां. किमर्थं वैकल्पिकरूपं न भवति? एकमेव रूपं भवितुम् अर्हति न, प्रत्युत्पत्तेः प्राक् विकल्पेन भवतु तत्र किमपि चर्चितम् अस्तेर्भू एरच् इति प्रत्ययस्य अपि उक्तं खलु. किम् उक्तं तत्र? तत्र ईकारान्तधातुः अस्ति चेत् अच् प्रत्ययः विधीयते, तर्हि तस्य निवारणार्थं लि इति धातोः ईकारः मा भूत् इति कृत्वा प्रकृति प्राकृतकार्यरूपेण एव आत्वम् उपदेशावस्थायाम् आनीयते इति. सम्यक्, बहु सम्यक् इत्युक्ते सम्यक्. अत्र इतोपि किञ्चित् स्पष्टीकरणं स्पष्टीक्रियते चेत् तत्र किम् अस्ति इति चेत् इदानीं ली इति धातुः भगिनी उक्तवती एव, ली इति इकारान्तधातुः, इकारान्तधातुः. तर्हि एरच् इति सूत्रेण ईवर्णान्तधातु धातुभ्यः अच् इति प्रत्ययः भवति. यदि ईवर्णान्तः नास्ति चेत् घञ् इति प्रत्ययः भवति, घञ् एव उत्सर्गसूत्रम्, अच् इति अपवादः अस्ति. तर्हि इदानीं ली इति धातुः ईवर्णान्तः अस्ति, तर्हि उपदेशे इति न वदामः अस्मिन् सूत्रे. विभाषा लीयतेः इत्यत्र उपदेशे इति न वदामः चेत् ली इति ईवर्णान्तधातुः, तस्मात् अच् इति प्रत्ययः भवति, ली योगः अच् इति योजयित्वा तत्र किञ्चित् रूपं लभ्यते. अच् प्रत्ययं योजयित्वा किञ्चित् रूपम् इदानीं ली योगः अच् इति भवति. तत्पश्चात् इदानीम् आत्वं, यतोहि तत्र अच् प्रत्ययं निमित्तीकृत्य एजन्तत्वं लभ्यते, एच् अच् प्रत्ययः अर्धधातुकप्रत्ययः, अतः तत्र गुणकार्यं भवितुम् अर्हति, ले योगः अच् इति भवितुम् अर्हति. तदानीं तत्र तत्र यतोहि एजन्तत्वं लभ्यते इति कृत्वा आत्वं भवितुम् अर्हति, अतः लायोगः अच् इति रूपं विकल्पेन विकल्पेन आत्वं भवति. अतः एकस्मिन् पक्षे ली योगः अच्, अन्यस्मिन् पक्षे लायोगः अच् इति उभयत्र अच् प्रत्ययः एव भवति. रूपद्वये अपि अच् प्रत्ययः एव भवति, यतोहि प्रत्ययस्य उत्पत्तेः अनन्तरम् आत्वं भवति. अतः लायोगः अच्, ली योगः अच्, ली योगः अच् लयः इति किमपि रूपम् अस्ति इति चिन्तयन्तु, लयः इति रूपम्, अपि च लायोगः अच् अत्र किं ला योगः ला इति प्रातिपदिकं लभ्यते. तर्हि एतादृशरूपद्वयं लभ्यते, परन्तु तत्र इदानीम् आत्वं प्रत्ययस्य उत्पत्तेः प्रागेव आत्वं भवति चेत् तदनन्तरं किं भवति? ला इति भवति विकल्पेन आत्वं. ला इति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे ली इति भवति. ली एव तिष्ठति. यदा आत्वं भवति ला, इदानीं प्रत्ययस्य उत्पत्तिः भवति. प्रत्ययस्य उत्पत्तिः भवति चेत् लायोगः इदानीम् ईवर्णान्तधातुः नास्ति इति कृत्वा उत्सर्गसूत्रं घञ् इति सूत्रं भवति. तत् घञ् इति प्रत्ययः भवति. अतः लायोगः घञ्. तर्हि तत्र किमपि अन्यत् कार्यम् आतोयुक् चिन् कृतोः इति तादृशं कार्यं किमपि तत्र कृत्वा लायः लायः इति रूपं लभ्यते एकस्मिन् पक्षे. अन्यस्मिन् पक्षे तत्र इदानीं तत्र आत्वं न जातं, ली इति अस्ति, तर्हि तत्र अच् प्रत्ययः भवति. अच् प्रत्ययः कृत्वा लयः इति रूपं लभ्यते. लायः लयः इति रूपद्वयम् अस्माकम् इष्टमस्ति. एकस्मिन् पक्षे अच् प्रत्ययः, अन्यस्मिन् पक्षे घञ् प्रत्ययः इति अस्माकम् इष्टमस्ति. परन्तु यदि तत्र प्रत्ययस्य विधानानन्तरम् आत्वं क्रियते चेत् एतादृशरूपं न लभ्यते इति कृत्वा उपदेशे इति उक्तम्. अतः प्रकृते प्रत्यय उत्पत्तेः प्राक् एव आत्वं करणीयं. यदा आत्वं भवति तदानीम् ईवर्णान्तधातुः न भवति इति कृत्वा अच् प्रत्ययः अपि न भवति. तत्र घञ् प्रत्ययः विकल्पेन भवति. यस्मिन् पक्षे ली इत्येव तिष्ठति तत्र तु अच् प्रत्ययः भवति. अतः अच् प्रत्ययान्तरूपं घञ् प्रत्ययान्तरूपम् इति रूपद्वयं लभ्यते. परन्तु यदि तत्र प्रत्ययविधानानन्तरम् आत्वं क्रियते चेत् तत्र अच् प्रत्ययः एव भवति. ली इति ईवर्णान्तदातुः इति कृत्वा अच् प्रत्ययः एव भवति. ली योगः अच् इति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे लायोगः अच् इति पक्षद्वये अपि अच् प्रत्ययः भवति. तादृशं मा भूत् इति कृत्वा अत्र उपदेशे इति आवश्यकम् अस्ति. अस्तु भगिनी, एकः प्रश्नः अस्ति. यदि अच् अपि च घञ् प्रत्याधारेण प्राक् आयाति, तर्हि अत्र कोऽपि प्रश्लेषव्यवस्था अस्ति वा न भवति? अत्र अहं पठामि इकारसम्बन्धे. तत्तु अग्रे पश्यामः, तत् भिन्नविषयः अस्ति. तत्तु लीलोर्लुक्लुकावन्यतरस्यामित्यस्मिन् विषये अस्ति, प्रश्लेषस्य विषये. अहं जानामि, वयं पठितवान् समाससम्बन्धे प्राप्तपद्ने द्वितीयया, तत्रापि अत्र प्रश्लेषसम्बन्धे अहं किञ्चित् पठितवान्. परन्तु यदा अच् अस्ति अघञ् अस्ति, तत्र कोऽपि अर्थः अस्ति वा न? यथा तत्र द्वितीया योगः अस्ति एव, अस्ति अस्ति एव. घञ् घञ् अच् इत्यत्र अस्ति एव खलु, अर्थः तु अस्ति एव. अर्थभेदः अपि अस्ति, प्रत्ययः अपि भिन्नः. परन्तु पश्यतु, अर्थभेदः भिन्नः इत्युक्ते तत्र घञ् प्रत्ययः प्रायेण भावार्थे भावे भवति, भावे घञ्. अच् प्रत्ययः तस्य अपवादरूपेण तस्मिन्नेव अर्थे भवति. ततः मम चिन्तनं किञ्चित् सम्यक् अस्ति. धन्यवादः भगिनि. भगिनि, इदानीं ल्यपि विषये उक्तवती खलु, तत्र किञ्चित् अस्पष्टता अस्ति. अत्र ल्यपि विषये इति किमर्थम् उक्तम् इति प्रश्ने, त्वा इत्यस्य विधानं पूर्वं भवति, ततः परं ल्यप् इति आदेशः भवति. तर्हि अत्र स्थानिवत् आदेशः ल्यप् इति इदानीम् आदेशः अस्ति, स्थानिवद्भावेन अत्र कित्वम् अध्यारोप्यते वा? कित्वं कित्वम् आम्. अस्तु, तर्हि तस्य तस्य इत्युक्ते अत्र गुणः मा भूत् इति कृत्वा कित्वमपि अध्यारोप्यते. अस्मिन् सूत्रे लपि विषये इति इत्यस्य सम्बन्धः किम् अस्ति अत्र भगिनि इत्युक्ते न ल्यपि इति न उक्तं चेत् यदि सूत्रे उपदेशे विभाषा लीयतेः आत् एचः इति वदति चेत् सूत्रार्थः कथं भवति उपदेशावस्थायां ली धातोः आत्वं भवति यदा एच् यदा वृद्धिः अथवा गुणः जायमानः अस्ति येन एजन्तत्वं लभ्यते अग्रे गत्वा इति अर्थः भवति परन्तु यत्र त्वाप्रत्ययः अस्ति तत्र कदापि एजन्तत्वं न लभ्यते गुणः अथवा वृद्धिकार्येण अतः एच् इति निमित्तं स्वीकृत्य त्वाप्रत्ययस्थले कार्यम् आत्वं भवितुं नार्हति यतोहि एजन्तत्वं न लभ्यते एजन्तविषये इति वयं वदामः चेत् तदेव निमित्तं खलु अग्रे गत्वा गुणः वा वृद्धिः वा जायमानः यदा भवति तदानीम् इदानीमेव उपदेशावस्थायाम् आत्वं वयं कुर्मः इति सूत्रार्थः परन्तु ल्यपि विषये अग्रे गत्वा एजन्तत्वं न लभ्यते एव यतोहि गुणवृद्धिः न भवति क्निति च इति सूत्रेण गुणनिषेधः वृद्धिनिषेधः अतः एजन्तत्वं कदापि न लभ्यते अतः सूत्रे केवलं एजन्तत्वं एच् विषये इति तावदेव वयं वदामः चेत् ल्यप् विषये तु रूपसिद्धिः न भवति रूपसिद्धिः आत्वं न प्राप्यते तत्र यतोहि एजन्तत्वं कदापि न लभ्यते तदर्थं सूत्रे ल्यपि इति उक्तं ल्यपि इति उक्तत्वात् अत्र ल्यपि विषये अपि आत्वं भवति इति उक्तम् एजन्तः भवति इति नास्ति एजन्तः इति नापेक्षितं ल्यप् परे ल्यप् इति विषये अस्ति चेदपि उपदेशावस्थायाम् आत्वं भवति प्रत्ययविधानात् प्राक् इति अर्थः लभ्यते अस्तु किन्तु अन्यः एकः प्रश्नः इदानीं कित्वम् इति अल् विधानं नास्ति वा कित्वम् इति अल् विधानं नास्ति इत्संज्ञकवर्णवर्णानां विषये अल् विधिः इति न वदामः अस्तु कोऽपि इत् वर्णः भवति चेदपि अत्र अल्विधिः इति नास्ति इति भावः अल्विधिः नास्ति नो चेत् किम् अस्ति इदानीं तिप् प्रत्ययस्य स्थाने लोट् लकारे हि इति आदेशः भवति खलु सेहर्य अपिच्छ तत्र किमर्थम् अपित्वम् इति वक्तव्यं यतोहि स्थानिवत्त्वमेव लभ्यते यतोहि सिप् प्रत्ययस्य स्थाने एव हि इति आदेशः भवति सिप् प्रत्ययः पित् अस्ति अतः हि इति प्रत्ययः अपि पित् एव स्यात् परन्तु पित् तत्र न इष्यते इति कृत्वा अपिच्छ इति उक्तं यदि अपित् इति न उक्तं सूत्रे सहर्य से सिप् स्थाने हि इति तावदेव वदति चेत् तदानीं पित्त्वं स्थानिवद्भावेन लभ्यते एव तत्र किन्तु ओके अस्तु अत्रापि कित्वम् अस्ति इति भावः अस्तु कित्वं लभ्यते एव किन्तु अत्र पित् अत्र पकारः पित् एव अस्ति खलु ल्यपि तत्र पित् अस्ति तेन किं पित् इत्यनेन गुणकार्यं सम्भवे किन्तु अत्र सार्वधातुकः नास्ति पित्त्वम् इत्यस्य महत्त्वं सार्वधातुकेषु एव किन्तु अत्र आर्थधातुके अपि पित्त्वं किमर्थम् अन्य कोऽपि कार्यं भवति वा आर्थधातुकप्रत्ययः अस्ति खलु अत्रापि अत्र पित्त्वस्य महत्त्वम् अस्ति ह्रस्वस्य पिति कृति तुक् इत्यनेन तुगागमार्थम् पिति अस्ति चेत् तुगागमः भवति तदर्थं पित् इति उक्तं परन्तु पित् इति अस्ति इति कृत्वा गुणकार्यस्य गुणकार्यार्थं प्राधान्यं नास्ति अस्तु अस्तु अस्तु भगिनि धन्यवादः भगिनि अस्तु तर्हि अग्रे गच्छामः वा अन्यः प्रश्नः आसीत् वा एतत्तु ल्यपिविषये एव भवति न किल भगिनि ल्यपि एव उक्तत्वा तत् ल्यपिविषये एव भवति वा न अत्र दलद्वयमस्ति एचः विषये ल्यपि विषये ल्यपि विषये इति दलद्वयं कार्यस्थलद्वयं यत्र एजन्तत्वं लभ्यते तत्रापि उपदेशावस्थायाम् आत्वं यत्र ल्यपि इति आदेशः अग्रे गत्वा भवति अथवा भविष्यति तत्रापि उपदेशावस्थायाम् आत्वं विकल्पेन अस्तु उपदेशे इति पूर्वं नास्ति न भगिनि अधुना एव अद्य एव स्थापितवती वा तत्र उपदेश इति आवश्यकम् आवश्यकं किल अस्तु पूर्वस्मिन् कक्षायां तु नास्ति इति चिन्तयामि तत्र क्लेशः मया वर्गे उक्तमासीत् उपदेश इति पदं पदस्य अनुवृत्तिः स्यात् इदानीं स्थापितं भवती उक्तवती सत्यम् अस्तु अस्तु इदानीम् अग्रे गच्छामः वा तर्हि इदानीं तत्र अत्र लीलोर् लुग्लुकावन्यतरस्याम् इति सूत्रस्य लीलोर् लुग्लुकावन्यतरस्यां स्नेहविपातने इति सूत्रस्य प्रसङ्गे तत्र ला इति धातोः विषये चिन्तनं ला हि धातोः विषये चिन्तनं तत्र पूर्वं किमुक्तं तत्र ला धातोः स्नेहविपातनार्थे लुगागमः भवति लुगागमः भवति इत्युक्तं तर्हि तत्र लालयति इति रूपं लभ्यते लायोगः लुगागमः लालयति इति रूपं लभ्यते तर्हि इदानीं तत्र विभाषा लीयते इत्यनेन ली धातोः विषये आत्वं भवति इति उक्तं तर्हि इदानीम् अत्र प्रश्नः आसीत् नुगागमे तत्र ली धातोः निच् इदानीं विभाषा लीयते इत्यत्र ली धातोः विषये एव तत्र किं ली धातोः विषये एव तत्र वदन्ति अस्ति तर्हि इदानीं लीयोगः निच् इति स्थितौ लीलोर्नुग्लुकवान्यतरस्याम् इत्यनेन नुगागमः भवति चेत् लीनयति इति रूपं लभ्यते तर्हि अत्र प्रश्नः अस्ति किमर्थम् अचोयनिति इत्यस्य कार्यं नास्ति इति प्रश्नः अस्ति तदर्थं तत्र अस्माभिः उक्तं तत्र नुगागमाभावे नुगभावे नुगभावे अथवा नुगागमाभावे विभाषा लीयतेः इत्यस्य कार्यं भवति विकल्पेन इति उक्तं तर्हि इदानीं तत्र समग्रतया चिन्तनीयम् अत्र लीलोर्नुग्लुकावान्यतरस्यां विभाषा लीयतेः इति सूत्रद्वयं वर्तते लीलोर्नुग्लुकावान्यतरस्यां स्नेहविपातने इत्यत्र केवलं स्नेहविपातनार्थे एव ली धातोः नुगागमः ला धातोः लुगागमः इत्युक्तं स्नेहविपातनार्थे यदि स्नेहविपातनम् इति अर्थः नास्ति तर्हि ली धातोः सामान्यरूपमेव भवति खलु ली धातोः सामान्यरूपं किम् अस्ति यदि स्नेहविपातनम् इति अर्थः नास्ति चेत् तत्र किं भवति रूपम् उषाभगिनी वदतु ली धातोः स्नेहविपातने इति नास्ति चेत् ली योगः णिच् इति कृते ली योगः णिच् इति स्थिते विभाषा लीयते इत्यनेन सूत्रस्य प्रसक्तिः भवति विभाषा लीयते इति सूत्रेण प्रसक्तिः भवति अत्र वयं दृष्टवन्तः उपदेशे अपि च एचः विषये इति उक्तत्वात् विभाषा लीयते इत्यनेन ई स्थाने आदेशः आ आदेशः भवति इत्यनेन लायोगः णिच् लायोगः ई इति भवति ला इति आकारान्तधातु इति इदं स्वीकृतम् इदानीं स्वीकृतम् आकारान्तधातुः इति चेत् पुक्कागमः भवति पुक्कागमः इति चेत् लायोगः पुक्योगः णिच् इ इति भवति लापि इति नूतनधातुः सिद्ध्यति लापयति इति लटिरूपं भवति तर्हि विभाषा लीयतेः इत्यनेन वैकल्पिकरूपं खलु वैकल्पिकरूपम् आं भवति अन्यस्मिन् पक्षे आत्वं न भवति इति कृते लीयोगः णिच् आत्वं न क्रियते इति चेत् लीयोगः णिच् णिच् इत्यस्य अचोनिति इत्यनेन वृद्धिः भवति लै इति भवति लै योगः णिच् लै योगः इ लै योगः इ इति कृते लै लाय् इति भवति लाय् आय् ऐकारस्य स्थाने आय् आदेशः लाय् योगः इ लायि इति नूतनधातुः सिद्ध्यति लाययति इति रूपं भवति लाययति व्यति बहु सम्यक् तर्हि आहत्य रूपद्वयं किं रूपद्वयं विभाषा लीयते इत्यनेन लापयति, विभाषा इत्यनेन एदन्त न आत्वं न भवति चेत् लाययति इति रूपं सिद्ध्यति, लापयति लाययति. तर्हि लापयति लालयति इति रूपद्वयम् अपि स्नेहविपातनार्थे नास्ति खलु? स्नेहविपातने स्नेहनिपातने नास्ति, स्नेहविपातने नास्ति. परन्तु अत्र पश्यतु, विभाषा लीयतेः इत्यनेन यद्यपि ली धातोः श्लेषणे इति तत्र उक्तमस्ति, परन्तु ली धातोः बहवः अर्थाः सन्ति. विभाषा लीयतेः इत्यत्र ली इति यः धातुः अस्ति तत्र केवलं श्लेषणे इत्यर्थे एव न स्वीकृतः अस्ति, परन्तु अन्ये अपि अर्थाः भवितुमर्हन्ति यथा तत्र स्नेहविपातनार्थे. यदि इदानीं ली धातुः स्नेहविपातनार्थे अस्ति चेत् किं भवति? स्नेहविपातने अस्ति चेत् ली धातोः लीलोर् नुक् लुकौ अन्यतरस्यां स्नेहनिपातने इति सूत्रेण ली इत्यस्य कृते नुक् आगमः भवति, ला इति ली इति कृते नुक् आगमः भवति. नुक् आगमः स्नेहनिपातने अर्थे अस्ति. ली योगः नुक् इति भवति, ली लीन लीनयति इति भवति. तर्हि स्नेहविपातनार्थः नास्ति चेत् रूपद्वयमस्ति, रूपद्वयं लापयति लाययति. इदानीं स्नेहविपातनार्थे अस्ति चेत् लीनयति इति रूपम् उक्तवती, अन्यत् किमपि रूपं भवितुमर्हति वा? लीलोर्नुक्लुकौ अन्यतरस्यां ली लायति इति रूपं तु साधितं साधितम्. इदानीं विभाषा लीयतेः इत्यत्र केवलं श्लेषणार्थे इति एव अर्थः नास्ति. तर्हि आत्वम् अन्येषु अर्थेषु अपि आत्वं भवति. तर्हि इदानीं स्नेहविपातनार्थे आत्वं भवति चेत् किं भवति? स्नेहविपादनार्थे आत्मं भवति चेत् अत्र एजन् एचः विषये इति उक्तत्वात् ली योगः णिच् लै योगः णिच् देन् विभाषा लीयते लै योगः णिच् इति न, तत्र एजन्तत् एजन्तत् प्राक् एव उपदेशावस्थायामेव आम् भगिनि ली योगः णिच् स्नेहनिपातने नास्ति, परन्तु आत्वं स्नेहविपातने अस्ति इति चिन्तयतु. स्नेहविपातनार्थे स्नेहनिपातनार्थे ली धातोः आत्वम् इष्यते चेत् आत्वम् इष्यते ली योगः उपदेशे इति कृते ली इति ला इति भवति, ला योगः अत्र ला इति भवति, ला योगः णिच् देन् ओ सो देन् लायति तदेव भवति सूर्यकुमारी भगिनी लालयति इति रूपं भवति. ला इति आत्वं यदा भवति तदानीं तत्र लीलोर्नुग्लुकवन्यतरस्याम् इत्यत्र यः ला इति अस्ति खलु अत्र देन् लुक् आगमः भवति, लीलोर्नुग्लुकौ अन्यतरस्याम्. अतः स्नेहविपातनार्थे रूपद्वयं किम्? स्नेहनिपातनार्थे प्रथमं बोडिड् विडु लीनयति, प्रथमं लीनयति अपि च लालयति. स्नेहविपातनार्थे लीलयति लीनयति लीनयति अपि च लालयति लालयति. स्नेहविपातनं नास्ति चेत् लापयति लाययति लायति इति चत्वारि रूपाणि सम्भवन्ति अर्थम् आश्रित्य. तदेव अत्र करपत्रे अग्रे उक्तमस्ति, तदेकवारं वयं पठामः. किमस्ति? हा, इकारस्य वृद्धिः न जायते अपि तु आ आदेशो भवति इति ततः वयं पठामः. तत्र विजयवती पठतु. वृद्धिः महोदये नमस्कारः. अत्र किं लालयति इति मया श्रुतं करं, परन्तु अत्र लालयति इति किमर्थम् आगच्छति मया न लालयति इति लालयति इति अपि रूपमस्ति, करपत्रे दत्तमस्ति, अग्रे पश्यामः. अत्र पश्यतु इकारस्य वृद्धिः न जायते अपि तु आ आदेशो भवति, ततः अग्रे पठतु. विभाषा लीयतेः इत्यस्य अनन्तरं यद् वाक्यमस्ति तत् पठतु. लुक् अभावे न इकारस्य वृद्धिः न जायते अपि तु वृद्धिः न जायते अपि तु आ आदेशः भवति, तदा अर्ति ह्री ब्ली रिट् नुक् स्मायातां पुग्नौ इत्यनेन पुक् पुगागमः भवति. ली योगः निच् विभाषा लीयते इत्यनेन ही स्थाने आ आदेशः भवति, अतः ली अस्ति चेत् अत्र ला इति आत्वं भूत्वा ला योगः निच् अनुबन्धलोपानन्तरम् ई एव तिष्ठति. ला योगः ई ला ई इति भवति मध्ये. इदानीं पुक् आगमः भवति, अतः तत्र ककारः पुक् अनुबन्धलोपानन्तरं पा एव तिष्ठति. ला योगः पा योगः इ लापि इति नूतन अङ्गं भवति इति निजन्तधातुः. अनन्तरं निच् योजनेन लापयति इति अन्तिमरूपं निष्पन्नम्. अत्र लापयति लापयति इति रूपं तु अत्र स्नेहविपातनार्थे नास्ति. लापयति इदानीमेव उषा भगिन्या पूर्णतया उक्तं. ला योगः पुक् अस्ति, अनन्तरम् ई अस्ति चेत् लापि, अनन्तरं लापयति इति प्रथमरूपम्. अनन्तरम् अत्र ली धातोः अचोन्निति इत्यनेन लाययति इति द्वितीयरूपं भवति इति अत्र समीचीनमेव. तदेव अग्रे उक्तं, तदपि पठतु. नुगाभावे आम् नुक् अभावे अपि च आदेश अभावे अचोङ्निति इत्यनेन वृद्धिः, तथा एचो यव यावः इत्यनेन आय् आदेशः भवति. लि योगः निच् अत्र अचोङ्निति इत्यनेन लै योगः इ भवति, लाय् भवति, लाय् योगः इ. इदानीं लायि इति नूतनधातुः, निजन्तधातुः. अनन्तरं निच् योजनेन लाययति इति भवति. खलु महोदय भगिनि, अत्र लाययति इत्यस्य अर्थः स्नेहविपातने इति एव भवेत् खलु? तत्र अर्थस्य विषये अग्रे पश्यामः, कथं तत्र कस्य अर्थः कः इत्युक्ते, यतोहि ली धातुः ली धातोः साक्षात् अर्थः स्नेहविपातनम् इति अर्थः नास्ति. ली धातोः अर्थः कः? ली धातोः कः अर्थः? ली धातुः श्लेष्णे इति अर्थः. हा, श्लेष्णे इति अर्थः. स्नेहविपातनम् इति अर्थः कदा भवति इति चेत् उपसर्गस्य योजनेन भवति. अस्तु, यदा उपसर्गं योजयामः तदानीं तत्र स्नेहविपातनार्थः लभ्यते. तत् कथम् इति अग्रे पश्यामः. अत्र केवलं ली इति धातुः पूरयतु भगिनी. वदतु. नुक् अभावे इति उक्तत्वात् अत्र अत्र लीलोर्नुक् लुक् अभा तत् सूत्रमस्ति खलु, लीलोर्नुक् लुकाव अन्यतरस्यां स्नेहविपातने इत्यस्य अन्य अन्यत् रूपम् अस्ति वा लाययति इति चिन्तितवती. नुक् अभावे इत्युक्ते पश्यतु, नुग् अभावे इत्युक्ते तत्र अन्यतरस्यां स्नेहविपातनार्थे अन्यतरस्याम् अर्थः भवति इत्युक्तम्. इत्युक्ते अन्यतरस्याम् इत्युक्तत्वात् स्नेहविपातनार्थे लाययति इत्यपि रूपं भवति इति वदति खलु. तत्र लाययति इति स्नेहविपातनार्थे प्रयोगः अस्ति वा इति द्रष्टव्यं. तावदेव लोकव्यवहारे लाययति इत्यत्र स्नेहविपातनार्थः अस्ति वा इति एकवारं द्रष्टव्यं भवति. स्नेहविपातनार्थे तु साक्षात् तत्र विलाययति इति रूपं भवति. विलाययति द्विपसर्गपूर्वकः विलाययति तर्हि द्वि उपसर्गपूर्वकः इत्युक्ते तत्र सूत्रे लीलोर्नुग्लुकावन्यतरस्याम् इत्यत्र नुगागमः भवति स्नेहविपातनार्थे नुगागमः भवति इति उक्तं लुक् अन्यतरस्यां स्नेहविपातनार्थे स्नेहविपातनम् इति अर्थः अस्ति चेत् तत्र नुगागमः भवति विकल्पेन नुगागमः भवति तर्हि रूपद्वयं लभ्यते तर्हि रूपद्वयं तु लभ्यते एव परन्तु लाययति इत्यत्र यद्यपि लाययति इति रूपं लभ्यते लाययति इति साक्षात् स्नेहविपातनार्थे प्रयुक्तः अस्ति वा इति द्रष्टव्यं तावदेव अत्र नुगागमे सति तत्र स्नेहविपातनार्थे अस्ति एव इति अस्माभिः ज्ञायते सूत्रात् परन्तु अपक्षे अपक्षे तादृशप्रयोगः अस्ति वा इति कश्चन संशयः अस्ति अत्र लीनयति इत्यत्र तु उपसर्गः नावश्यकं वा लीनयति इति वदामः चेत् तत्र स्नेहविपातन इति अर्थः प्राप्यते वा इत्युक्ते लीनयति इत्यत्रापि लीनयति इत्यत्रापि उदाहरणानि वयं पश्यामः चेत् द्वि उपसर्गपूर्वकः एव तत्रापि उच्यते लीदातोः साक्षात् श्लेषणम् इत्येव अर्थः अस्ति खलु आम् लीदातोः साक्षात् श्लेषणे इत्येव अर्थः अस्ति अतः नुगागम नुगागमे सति अथवा नुगागम नुगागम अभावे सति उभयत्र उपसर्गपूर्वकः अस्ति चेदेव स्नेहविपातनार्थः लभ्यते अतः अत्र लीनयति इति साक्षात् उक्त्वा स्नेहविपातनार्थे इति न वक्तुं शक्यते तत्रापि विउपसर्गः अपेक्षते विउपसर्गः अस्ति चेत् उभयत्र विलीनयति अथवा किं विलाययति इति रूपद्वयं तत्र भवितुमर्हति भगिनि अस्तु तर्हि इदानीम् अग्रे भवती एव पठतु अत्र किमर्थं न अचोयन् इति प्रथमं स्यात् लय अर्थे अपि ली धातो वा भगिनि किम् असृष्टिस्थिति लय से तत् लय इति ली धातु ली धातुः इति एव स्यात् तत्र प्रायः अच् इति तादृशं किमपि प्रत्ययः स्यात् लयः इति प्रायः अच् प्रत्ययः स्यात् ली धातोः न तत्र अच् प्रत्ययः अस्ति चेत् हा ले लयः इति भवति सत्यम् अच् प्रत्ययः एव स्यात् इति चिन्तयामि आं भगिनि लीयोगः अच् लीयोगः अच् अस्ति लीयोगः अच् अस्तु भगिनि विनाशे अस्तु पठामि वा भगिनि पठतु अत्र च प्रश्नः स्नेहविपातने विकल्पेन ली धातुः नुक् तदभावे पुक् इति उक्तं किन्तु अत्र प्रश्नः उदेति यत् पुक् विधानं केन सूत्रेण ली स्नेहविपातने धातोः केवलं रूपद्वयमेव भवति खलु लीनयति लाययति इति विभाषा लीयतेः इत्यनेन आत्वं भवति श्लेषणार्थे एवं चेत् स्नेहविपातने लापयति न भवति अग्रे पठानि वा अस्य अग्रे अपि पठतु अत्र प्रश्नः कः इति एकवारम् उक्त्वा अत्र प्रश्नः अस्ति स्नेहविपातने इत्यस्य ली इति धातुः स्नेहविपातने इत्यस्मिन् अर्थे विकल्पेन रूपं भवति इत्युक्ते ली धातोः रूपद्वयं भवति एकं तु नुक् आगमः नुक् सहितरूपं भवति यदि नुक् नास्ति चेत् नुक् अभावे पुक् आगमः इति उक्तं तर्हि अत्र प्रश्नः अस्ति पुक् विधानं केन सूत्रेण भवति इति प्रश्नः स्नेहविपातने इत्यस्मिन् अर्थे ली धातोः रूपद्वयं सम्भवति लीनयति लाययति इति विभाषा लीयतेः इत्यत्रापि विभाषा इति वदनेन रूपद्वयं स्यात् किन्तु अत्र तु अर्थः श्लेषणार्थे एव भवति खलु तर्हि स्नेहविपातनार्थे इत्युक्ते लापयति इत्यत्र पुगा पुक् सहितरूपं न भवति खलु इति प्रश्नः समीचीनं सत्यं स्नेहविपातनार्थे लापयति इति रूपं न भवति इति प्रश्नः यतोहि विभाषा लीयतेः इत्यत्र ली श्लेषणे इति धातोः ग्रहणं श्लेषणमिति अर्थः भिन्नः स्नेहविपातनमिति अर्थः भिन्नः अतः आत्वं तु श्लेषणार्थे एव भवति, तर्हि एत्व आत्वं श्लेषणार्थे भवति चेत् लापयति इति यद् रूपं लभ्यते तत्तु श्लेषणार्थे एव अस्ति, न तु स्नेहविपातनार्थे. परन्तु सर्वत्र लापयति इति अपि रूपम् अस्ति स्नेहविपातनार्थे इति वदन्ति तत्र विलापयति इत्यत्र. तत् कथम् इति प्रश्नः. अस्तु. अपि च दत्तमस्ति यत् लीलोर् नुक् लुकावन्यतरस्यां स्नेहविपातने इत्यनेन नुक् नुक् अभावे विभाषा लीयतेः इत्यनेन लिङ् श्लेषणे दिवादौ ली श्लेषणे क्रियादौ विकल्पेन आत्वादेशः भवति एचः विषये. किन्तु विभाषा लीयतेः इत्यनेन अनयोः धातोः एव कार्यं भवेत् खलु. तर्हि स्नेहविपातने इत्यर्थे नुक् अभावे विभाषा लीयतेः इति तु न भवति. एतत् परिच्छेदस्य अर्थः अस्ति लीलो नुक् लुक् लुकौ अन्यतरस्यां स्नेहविपातने इत्यनेन नुक् आगमः भवति इति उक्तं ली धातोः. यत्र नुक् नास्ति तत्र विभाषा लीयते इत्यनेन लिङ् श्लेष्णे दिवादिगणीयः ली धातुः अपि च त्र्यादिगणीयः ली धातोः आत्वादेशः विकल्पेन भवति इति अपि उक्तं विभाषा लीयतेः इत्यनेन. अत्र प्रश्नः अस्ति विभाषा लीयतेः अत्र धातुद्वयम् अनयोः धातोः एव कार्यं भवति, अत्र श्लेषणार्थे एव भवति. स्नेहविपातने इत्यस्य अर्थः नुक् अभावे कथं भवति इति प्रश्नः. पुनः तदेव इतोपि स्पष्टीकृत्वा उक्तमस्ति अत्र विभाषा लीयते इत्यत्र श्लेषणार्थे एव उक्तं. स्नेहविपातने इत्यस्य अर्थः यदा विभाषा अन्यतरस्याम् इति कृतं चेत् तत्र स्नेहविपातनम् इति अर्थः न प्राप्यते इति उक्तमस्ति. समीचीनं. लीलोर्नुग्लुक अन्यतरस्याम् इत्यत्रापि अन्यतरस्याम् इति अस्ति, विभाषा लीयतेः इत्यत्रापि अन्यतरस्याम् इति अस्ति. लीलोर्नुग्लुक अन्यतरस्याम् इत्यनेन नुगागमः एकस्मिन् पक्षे भवति चेत् अन्यस्मिन् पक्षे किं भवितुम् अर्हति इति प्रश्ने विभाषा लीयतेः इत्यनेन अन्यस्मिन् पक्षे अत्वं तदपि विकल्पेन भवितुम् अर्हति इति भाति, तत् कथम् इति प्रश्नः. यतोहि तत्र तु स्नेहविपातनम् इति अर्थः न उक्तः, तत्र तु ली इति धातोः ग्रहणं, तर्हि ली इति धातुः तु श्लेषणार्थे भवति. अतः तत्र आत्वं कथं भवति विपातनार्थे, स्नेहविपातनार्थे आत्वं कथं भवति इति प्रश्नः. अस्तु, धन्यवादः भगिनी. इदानीम् अग्रे तत्र विजयलक्ष्मी भगिनी पठतु, कौमुद्यां दीयते. अस्ति वा? न श्रूयते. श्रूयते वा भगिनी? हा, वदतु. मम कनेक्षन् मध्ये अद्य किञ्चित् प्राब्लम्. सम्यक् न श्रूयते. अहमपि सम्यक् न श्रोतुं शक्नोमि. अस्तु, तर्हि किं कुर्मः? पठामि. पठतु, पश्यामः. सम्यक् न श्रूयते चेत् तदानीं पश्यामः. पठतु. कुतः पठामि अहं? किं कौमुद्यां दीयते? कुत्र भगिनी आहत्य एतानि रूपाणि सम्भवन्ति? कौमुद्यां दीयते श्लेषणे इत्यस्मिन् अर्थे यः ली धातुः कौमुद्यां दीयते. अन्ये कोऽपि पठतु भगिनी अहम्. अस्तु अस्तु, वंशी भगिनी पठतु. अस्तु भगिनी. कौमुद्यां दीयते श्लेषणे इत्यस्मिन् अर्थे यः ली धातुः तस्य स्नेहविपातने स्नेहविपातनार्थः कथं भवति? उत्तरम् अस्तु, प्रश्नः अस्ति तत्र कौमुद्यां यत् प्रश्नः अस्ति, लीधातु तु विभाषा लीयते इत्यस्मिन् इत्यनेन तत्र श्लेषणे इति अर्थे एव तत्र कार्यं भवितुम् अर्हति, परन्तु स्नेहविपातनार्थः कथं तस्मिन् सूत्रे योजितमस्ति इति प्रश्नः अस्ति. यत् जयलक्ष्मी भगिनी उक्तवती तदेव प्रश्नः कौमुद्यमपि अस्ति, तत्र कथं भवति इति उक्तम्. उत्तरमस्ति धातूनाम् अनेकार्थः इति सिद्धान्तः, अपि च उपसर्गस्य योगे धातोः अर्थस्य परिवर्तनं भवति, अतः विचित्रार्थाः उत्पद्यन्ते. उपसर्गस्य गतिः त्रिविधा भवति, अत्र एकः प्रसिद्धः श्लोकः वर्तते. अस्तु, तत्र उत्तरमस्ति धातूनाम् अनेकाः अर्थाः भवन्ति इति तु वयं जानीमः, अपि च तत्र यद्यपि यदा उपसर्गस्य योजनं भवति धातोः अर्थः परिवर्तते इति अपि वयं जानीमः. तत्र धातूनाम् अनेकाः अर्थाः भवन्ति, तद् उपसर्गयोजनेन तत्र अर्थाः अपि भिद्यन्ते. अत्र प्रसिद्ध श्लोकः अस्ति, धात्वार्थं बाधते कश्चित् तम् अनुवर्तते, तमेव विशिनष्टि अन्यः उपसर्गगतिः त्रिधा इति एकः प्रसिद्धश्लोकः अस्ति. तत्र किं वदति इत्युक्ते, धात्वार्थं कुत्रचित् यदि उपसर्गयोजनेन धातोः यः अर्थः अस्ति तं बाधति, कुत्रचित् तस्यैव अर्थः उपसर्गस्य योजनेन भवति, तृतीय अर्थः बुध्यते, तम् एव विशिनष्टि तत्र तस्य अर्थः नष्टं करोति, अपि च विशिनष्टि इत्युक्ते नष्टं करोति इति न, किमस्ति भगिनि विशिनष्टि? विशेषरूपेण भवति, विशेषयतु वा, क्षम्यतां, विशेषयति. अस्तु, तदेव, परन्तु तत्तेव भवति न, कश्चित् तम् अनुवर्तते इति उक्तत्वात् तमेव अर्थः न बुध्यते वा? विशेषेण यदि तत्र अनुवर्तते, यदि उपसर्गयोजनेन विशेषेण अर्थः अनुवर्तते तदेव भवति न, तमेव विशिनष्टि इत्युक्ते समानार्थको न भवति वा? न इत्युक्ते पश्यतु, इदानीम् उपसर्गः अस्ति आगच्छति इति वयं वदामः चेत् अत्र आ इति तत्र विशेषणरूपेण अस्ति खलु, अस्तु विशेष इति सामान्यगमनं नास्ति परन्तु आगमनम् अस्ति, विशेषणरूपेण अस्ति, परन्तु कुत्रचित् उपसर्गस्य योजनेन अर्थपरिवर्तनं न भवति, धातोः यः अर्थः स एव अर्थः भवति, तत्र धातोः अर्थम् अनुवर्तते, धातोः यः अर्थः सः एव अर्थः उपसर्गयोजनानन्तरमपि अनुवर्तते इति एकः. कुत्रचित् धात्वर्थमेव बाधते, सम्पूर्णतया धात्वर्थं बाधते, आगच्छति इत्यत्र गमनम् अस्ति, गमनमस्ति परन्तु विशेषगमनम् अस्ति खलु, तत्र गमनस्य नाशः इति नास्ति, गमनस्य नाशः इति नास्ति परन्तु विशेष अर्थः अस्ति, परन्तु यत्र धात्वर्थं बाधते इति चेत् तत्र किम् उदाहरणमस्ति, हरः हृ धातोः किं प्रहरः प्रहरः इति अपहरति परिहरति अपहरति परिहरति इत्यादि अस्ति खलु, तत्र बहुत्र धातोः अर्थं परिवर्तयति खलु, अतः कुत्रचित् परिवर्तयति अथवा कुत्रचित् सम्पूर्णतया बाधते, कुत्रचित् धातोः अर्थम् अनुवर्तते, कुत्रचित् विशेष अर्थः भवति, इत्युक्ते गमनम् अस्ति परन्तु विशेषगमनम् आगमनं प्रत्यागमनम् इत्यादि. अतः त्रिविधः त्रिधा उपसर्गगतिः इति उक्तम्, उपसर्गयोजनेन त्रिविधः अर्थः भवति, त्रिविधाः अर्थाः भवितुम् अर्हन्ति इति एव तत्र श्लोकस्य अर्थः अस्ति. समीचीनम्, अस्तु भगिनि, धन्यवादः. इदानीम् अन्यकोऽपि पठेत्. सम्यक्, इदानीं पठामि भगिनि. अस्तु, पठतु. धात्वर्थः अर्थं बाधते कश्चित् तत् अभवत् खलु, उपसर्गः त्रिधा. वि उपसर्गपूर्वकः लि श्लेषणे इति धातुतः स्नेहविपातनार्थे विलीनयति, विलालयति, सारि विलाययति, विलालयति, विलापयति इति रूपाणि भवन्ति. स्नेहविपातनार्थे लि अङ्गात् विकल्पेन नुगागमः भवति, ला अङ्गात् विकल्पेन लुगागमः भवति. लीलोर् नुग्लुक् नुग्लुकाव् अन्यतरस्यां स्नेहविपातन इति सूत्रेण. अत्र वि लि श्लेषणे इति धातुतः हेतुमति च इत्यनेन निच् प्रत्ययः विधीयते. तावत् प्रथमतया वदतु भगिनि एकवारम्. अत्र लि धातुतः स्नेहविपातनार्थे यदि वि इति उपसर्गः योजयामः तदा विलीनय विलाययति, विलालयति, विलापयति इति चत्वारि रूपाणि सिद्ध्यन्ति. स्नेहविपातनार्थे लि अङ्गात् अपि च विकल्पेन नुमा अपि भवति, ला नुगागमः, ला अङ्गात् विकल्पेन लुगागमः. लीलो लीलोर् नुग् लुकाव् अन्यतरस्यां स्नेहविपातने इति सूत्रेण. अतः चत्वारि रूपाणि तेन कारणेन एव सिद्ध्यन्ति. अपि च वि लि श्लेषणे अन्यत् अर्थः श्लेषणे इति अपि अर्थः भवति लि धातोः. तत्र हेतुमति च इत्यनेन निच् प्रत्ययस्य योजनेन वि लि अपि च निच् प्रत्ययस्य अनुबन्धानां लोपानन्तरम् इ इति अवशिष्यते. अधुना विभाषा लीयते हे इति विकल्पेन आत्वं भवति लि धातोः. तथा विला किं भवति, विला विलायोगः इ विलायोगः इ इति भवति, विले भवति, अनन्तरं विलाय इति भवति. एकारस्य एचोयवाय विले इति कथं भवति, विलायोगः इ इति अस्ति खलु, विलायोगः इ विलायोगः इ तत्र सार्वधातुकार्धधातुक न न विला विला आकारान्तधातुः अस्ति चेत् कथं सार्वधातुकार्धधातुकयोः. हा तत्र न इदानीं जातं खलु विलायोगः इ इति स्थिते आत्गुणः भवति वा भगिनि, आत्गुणः इति वा उगागमः भवति, आकारान्त धातुः अभवत् खलु इदानीम्. अर्तिह्री लीरीक्नुयि इति भवति खलु. आम् अर्तिह्री इत्यनेन पुगागमः भवति. विलापि इति रूपं सिद्ध्यति, नूतनरूप धातुः सदाद्यन्तधातवः इत्यनेन. विलापयति इति रूपं सिद्ध्यति, अनन्तरं इति भवितुम् अर्हति. अत्र वियोगः लि इत्यत्र स्नेहविपातने इति अर्थः अस्ति चेत् अत्र त्रिविधा गतिः इत्युक्तं खलु, तत्र अत्र कीदृश अस्ति नुगागमः भवति, नुगागमः भवति चेत् न इदानीं विलापयति इति उक्तं खलु, तत्र धात्वर्थं बाधते कश्चित् कश्चित् तम् अनुवर्तते, तं विशिनष्टि विशिनष्टि इति उक्तम्. अत्र किम् अस्ति श्लेषणे इति धातोः यः अर्थः तस्य अर्थस्य परिवर्तनम् अत्र भवति खलु, अतः धात्वर्थं बाधते इति वक्तुं शक्यते वा? किं बाधते इति वा? भिन्न अर्थः अस्ति, बाधते इति वक्तुं शक्यते. श्लेषणे इति अर्थः नास्ति खलु अत्र, अर्थः तु भिन्न अर्थः अस्ति, अतः बाधते, धात्वर्थं बाधते, उपसर्गः धात्वर्थं बाधते इति कृत्वा अत्र स्नेहविपातनार्थः इति अपि भवितुमर्हति. इत्युक्ते धातोः तत्र कश्चन अर्थः अस्ति, परन्तु उपसर्गस्य योजनेन अत्र सम्पूर्णतया भिन्नः अर्थः एव लभ्यते, अतः धात्वर्थं बाधते इति वक्तुं शक्यते. एतादृशस्थलानि बहूनि सन्ति खलु भगिनि. अस्तु, तत्र लीलो किं लीलोर्नुग् लुग् लुकौ अन्यतरस्यां स्नेहविपातने इति सूत्रे निचि परे स्नेहविपातने विकल्पेन लीधातोः नुक् लुक् भवत् लाधातोः लुक् भवति इति, तदनन्तरं रूपं साधयित्वा लीनयति इति, अपि च किम् अन्यतासीत् लाययति इति अपि, तत्र एव स्नेहविपातने इति अर्थः भवति खलु निचि परे एव लीधातोः लीधातोः स्नेहविपातनम् इति अर्थः एव नास्ति. यद्यपि सूत्रे लीधातोः नुगागमः भवति इति सर्वम् उक्तं, परन्तु लीनयति इति रूपे स्नेहविपातनम् इति अर्थः नास्ति, यतोहि लीधातोः स्नेहविपातनम् इति अर्थः नास्ति खलु, यतोहि तत्र सोपसर्गः भवति चेत् स्नेहविपातने इति भवति इति न दत्तम्, अपि च निचि परे स्नेहविपातने इति दत्तम्, अतः तत्र न निचि परे स्नेहविपातनम् इत्युक्ते तत्र स्नेहविपातनार्थे कदा भवति इति चेत् उपसर्गस्य योजनेन भवति, नो चेत् धातुपाठे ली धातोः कः अर्थः अस्ति, ली धातु इति कति धातवः श्लेषणे एव, तत्र ली धातोः किं दिवादिगणे त्रयादिगणे चुरादिगणे सर्वत्र श्लेषणे एव, चुरादिगणे द्रवीकरणे इति अस्ति, द्रवीकरणे तत्र सर्वत्र टु बि डिसाल्व्ड् इति अस्ति, टु बि मेल्ट् इति, तत्र सर्वत्र द्रवीकरणे इति एव भवति खलु भगिनि. अपि च बादिगणे अपि नास्ति वा, तत्र उपरि ली धातुः तत्र दिवादिगणे लीयते टु बि डिसाल्व्ड्, क्रयादिगणे लीनाति टु मेल्ट्, चुरादिगणे लाययति द्रवीकरणे इति मूलरूपं धातोः अर्थः. हा किन्तु तत्र सोपसर्गः इति पूर्वं श्रुतं मया, सोपसर्गः अस्ति चेत् किमपि भवति इति, तत्र नास्ति इति कृत्वा पृष्टवती. तथा वक्तव्यं नास्ति इति वा? इत्युक्ते भगिनी तत्र धातोः अर्थः कः इति चेत् तत्र शिष्टप्रयोगः अस्ति वा इति दृष्ट्वा एव धातोः अर्थः कः इति वक्तुं शक्यते. अत्र साक्षात् धातुपटे श्लेषणे इति एव अर्थः उक्तः अस्ति. श्लेषणे इत्यस्य कः अर्थः इत्युक्ते तत्र डिसाल्व् इत्यादयः अर्थाः सन्ति, टु अड्हियर् डिसाल्व् इत्यादयः अर्थाः सन्ति, परन्तु श्लेषणम् इत्यस्य कः अर्थः इत्येव प्रश्नः. श्लेषणं श्लेषणे तत्रापि विश्लेषणे इति जानामि, श्लेषणम् इत्युक्ते तत्र विचारं विचारे इति खलु, योजने ओ अस्तु, विश्लेषण इत्युक्ते तत्र विचारः इति भवति तर्हि. हा इत्युक्ते मम उत्तरं प्राप्तम् इति मन्ये भगिनि, तत्र शिष्टाचारः उपसर्गस्य उपयोगः अपि शिष्टाचारेण एव ज्ञातुं शक्नुमः इति वदति वा, तत्र न उक्तं चेदपि यदा वि इति उपसर्गः भवति चेदेव स्नेह उत्पातने इति अर्थः भवति लीनयति लाययति इत्यस्यति वा आम् शिष्टाचार्य यतोहि तत्र केवलं लीनयति इति स्थापयित्वा कोशेषु पश्यतु तत्र लीनयति इत्यत्र स्नेह विपातनार्थे अस्ति वा इति चेत् तत्रापि मेल्ट् डिसाल्व् इत्यस्मिन् अर्थे अस्ति लीनयति इति डिसाल्व् इत्यस्मिन् अर्थे परन्तु इदानीम् अस्माकं तत्र किं व्याख्यानेषु लीलोर्नुग्लुका वन्यतरस्याम् इति सूत्रस्य व्याख्यानेषु सर्वत्र वि उपसर्गं योजयित्वा एव प्रदर्शयन्ति अस्तु आं भगिनि इति कृत्वा साक्षात् लीनयति इति रूपं डिसाल्व् इत्यस्मिन् अर्थे प्रयोगः अस्ति वा तादृशप्रयोगः कुत्र अस्ति इति एकवारं द्रष्टव्यं तावदेव स्पोकन्सान्स्क्रिट् मध्ये दत्तमस्ति परन्तु तादृशप्रयोगः साक्षात् कुत्रचित् व्यवहारे दृश्यते वा इति द्रष्टव्यं यतोहि विलीनयति इति वयं वदामः चेत् विलीनयति इत्यत्रापि मेल्ट् इति अस्ति कास् टु बि डिसाल्व्ड् आर् अब्सार्ब्ड् टु मेक् लिक्विड् इति अस्ति खलु टु मेक् लिक्विड् डिसाल्व् अतः उभयता अपि शक्यते इति भाति परन्तु शिष्टप्रयोगः किम् अस्ति इति एकवारं द्रष्टव्यम् अतः तदा अस्माकं गृहपाठः भवितुम् अर्हति कुत्रचित् एतादृशप्रयोगः अस्ति वा इति द्रष्टुं शक्नुमः अस्तु इदानीम् अग्रे गच्छामः तत्र किं भगिनी अर्ति इत्यत्र ऋ इति धातु ततः इक्ष्टिपौ धातु निर्देशे इत्यनेन ष्टिप् प्रत्ययः आयाति अत्र ष्टिप् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति इति कृत्वा तत्र ऋकारस्य गुणः भवति वा वस्तुतः अर्ति इति तु धातुः अदादिगणीयधातुः अर्ति इति धातुः अदादिगणीयधातुः खलु न अत्र भुवादिगणीयधातुः ऋधातुः भुवादिगणीयधातुः खलु सत्यं ऋधातुः कस्मिन् गणे अस्ति एकवारं दृष्ट्वा वदामि ऋधातुः भुवादिगणीयधातुः अपि च जुहोत्यादिगणीयधातुः भुवादिगणीयधातुः तत्र किम् अस्ति इति चेत् ऋयोगः ष्टिप् ष्टिप् इति प्रत्ययः सार्वधातुकप्रत्ययः अतः कर्तरि शप् इत्यनेन शप् विधानं भवितुम् अर्हति तत्र परन्तु अदादिगणीयधातुः इति मत्वा शपः लुक् भवति अदादिगणे नास्ति जुहोत्यादिगणे अस्ति खलु जुहोत्यादिगणे अस्ति परन्तु जुहोत्यादिगणे अस्ति चेत् तत्र द्वित्वं भवति खलु अतः अर्ति इति न वक्तुं शक्नुमः इयर्ति इति भवति तत्र इयर्ति इति भवति अदादिगण अदादिगण न किमर्थं तत्र अदादिगणवत् रूपं स्वीकृतम् इति चेत् कुत्रचित् किम् अस्ति इति चेत् वेदेषु शप्रत्यस्य विकल्पेन लोपः भवति इति कृत्वा अर्ति इत्यत्र वेदेषु अपि प्रयोगः अस्ति इति प्रदर्शयितुं केषुचित् स्थलेषु एतादृशम् अस्ति अतः अर्ति इत्यनेन यद्यपि भुवादिगणीयधातुः अस्ति परन्तु अर्ति इति रूपं स्थिपानिर्देशः तावदेव तत्र स्थिप् शप्रत्ययस्य लोपः अस्तु शप्रत्ययस्य लोपः भवति इत्येव भगिनी प्रयोगस्य विषये वदामि वा लीधातोः तत्र तत्र ज्ञानी लीनः भवति आत्मनि इति अपि वक्तुं शक्नुमः अथवा विलीनः भवति इति तत्र द्वयोः अपि अर्थः समानः भवति इत्युक्ते भिन्नरूपेण अर्थाः भवन्ति उपसर्गयोजनेन अपि उपसर्गरहिताः अपि भिन्नरूपेण प्रयोगाः सन्ति शिष्टाचारे यथा भवती उक्तवती तत्र द्वयोः अर्थः अपि समानमेव भवति लीनः विलीनः इति डिसाल्व् इत्युक्ते तत्र किञ्चित् भिन्नार्थः किन्तु विलीनः इति उक्तम्, लीनः विलीनः, विलीनः इत्युक्ते तत्र डिसाल्व् इत्युक्ते डिसाल्विङ्ग् द मैण्ड् इन्टु समथिङ्ग्, तत्र बिकमिङ्ग् वन् इति भवति, इति डिसाल्विङ्ग् द मैण्ड् इन्टु मर्ज् इत्यस्मिन् अर्थे विलीनः इति वयं वदामः, लीनः विलीनः, लीनः विलीनः, तत्र लीनः इत्यस्य तु अर्थः अस्ति खलु, ली श्लेषणे इत्यस्य डिसाल्व् इत्यपि अर्थः अस्ति, अतः उपसर्गयोजनेनापि समानः अर्थः, तदेव तदनन्तरं यतोहि यद्यपि वि इति योजयामः चेदपि अर्थः तदेव तिष्ठति तत्र, केषुचित् स्थलेषु एवमपि तिष्ठति, केषुचित् स्थलेषु भिन्नः अपि भवितुम् अतः तत्र शिष्टाचारं दृष्ट्वा एव वयं वक्तुं शक्नुमः कीदृश अर्थः अस्ति इति. आम् आम्, प्रयोगशरणाः वैयाकरणाः. सत्यम्, अतः प्रयोगशरणाः वैयाकरणाः, अतः सूत्राणि सर्वाणि प्रयोगान् आश्रित्य एव रचितानि. अस्तु, किञ्चित् अग्रे गच्छामः. आत्वाभावपक्षे इति अस्ति, ततः सरस्वती भगिनी पठतु. नमस्कारः भगिनि. आत्वाभावपक्षे वियोगलीयोग इ लीलोर्नुग्लुक् नुग्लुकाव् अन्यतरस्यां स्नेहविपातने इत्यनेन विकल्पेन नुगागमः. वियोगलीयोग नकार योग इ विलीनि विलीनि इति नूतनधातुः विलीनयति इति रूपम्. अस्तु, तर्हि अत्वभावपक्षे यदि वियोग ली वि उपसर्ग अस्ति, ली धातु अस्ति, तथा णिच् प्रत्ययस्य इ अवशिष्यते, तथा लीलोर्नुग् लुक् लुकाव् अन्यतरस्यां स्नेहविपात्ने अनेन सूत्रेण नुगागमः भवति विकल्पेन. यदा नुगागमः भवति तदा वियोग लीयोग नुक् योग इ भवति, तदा पुनः केवलं नकार अवशिष्यते, तथा धातु भवति विलीनी इति नूतनधातु भवति, पुनः विलीनी योग शप्योग ति यदा भवति तदा पुनः गुण भूत्वा विलीने भूत्वा पुनः अयोग ति विलीने पुनः इचो यवायावः अनेन विलीनय भवति. योग यदा योजयामः तदा विलीनय तदा ति एवं विलीनयति इति रूपं भवति. परन्तु आत्व अभावे अपि नुगाभावे अचोणिति भवति, तदा वृद्धिः भवति. ली यदा वृद्धिः भवति ली लीः अस्तु वृद्धिः भवति तदा लै भवति, पुनः एचो यवायावः अनेन लै योग इ पुनः एचो यवायावः लाय् भवति, विलायि एवं निजन्तधातु भवति, पुनः तदेव शप् योजयित्वा अकार अवशिष्यते, पुनः गुणभूत्वा विलायेत् तथा विलाययति भवति. सम्यक्, आत्वाभावपक्षे आहत्य विलीनयति अपि च विलाययति विलाययति विलाययति इति रूपम्. अस्तु सम्यक्, तर्हि इदानीम् आत्वपक्षे, तर्हि वदति तत्र सूर्यकुमारी भगिनी वदतु. भगिनि, वि योगः लि आत्वं न भवत् आत्वं भवति, विभाषा लीयते इति सूत्रेण विकल्पेन ई स्थाने आ आदेशः. वियोगः लायोगः इ लीलोर्नुग् लुक् वन् लुकावन्यतरस्यां स्नेहविपातने इत्यनेन लुगागमः भवति. अत्र लुगागमः कथं भवति इति प्रश्नः अस्ति. अन्यतरस्याम् अस्ति सूत्रे लीलोर्नुक् लुक् लुक् लुक् लुकावन्यतरस्याम् इत्यनेन एकपक्षे लुक् नुक् भवति, अन्यत् पक्षे न भवति. आत्वपक्षे यद्यपि ली धातु अधुना ला इति जातः तदापि तस्य मूलरूपं तु ली इत्येव आसीत् इति कृत्वा एकदेशविकृतस्य विकृतस्यानन्यत्वात् इति परिभाषया नुगागमः एव स्यात् इति चिन्तयामः यतोहि प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणमिति सामान्यनियमः यत्र प्रकृतौ कार्यं विधीयते एकदेशविकृतस्य अनन्यस्यात् इत्यनया परिभाषया विकृतौ अपि तत्कार्यं विधीयते एकदेशविकृतस्य अनन्यत्वात् इति परिभाषया इति परिभाषया अर्थः एवम् अस्ति यत् एकस्मिन् देशे विकारः भवति चेदपि मूलं तदानीमपि तस्य बीजे भवति छिन्नपृच्छस्वा एव कुक्कुरस्य पुच्छः नास्ति चेदपि सः कुक्कुरः एव तत्र लुगागम भवति लुगागम कबदं भवति इति प्रश्नः अस्ति आत्मपक्षे यद्यपि लीधातु अधुना ला इति जातः आत्मपक्षे ला जातः तस्य मूलरूपं तु ली एव इति कृत्वा अन्यत् परिभाषासूत्रम् अस्ति एकदेशविकृतस्य परिभाषासूत्रमस्ति परिभाषया नुगागम एव स्यात् इति चिन्तयामः प्रकृते ग्रहणेन विकृते अपि ग्रहणमिति सामान्यनियमः तदर्थं प्रकृते यदि उक्तं तत् विकृते अपि ग्रहणम् इति यत्र प्रकृतौ कार्यं विधीयते एकदेशविकृतस्य अन्यत्वात् इत्यनया परिभाषया विकृते अपि तत्कार्यं विधीयते तदर्थं ली धातु ली प्रकृति अस्ति विकृति अस्ति ला तदेव भगिनि यत् कार्यं ली उद्दिश्यते तत् कार्यं ला अपि भवति एकदेशविकृतस्य अनन्यत्वात् इति सूत्रेण इति परिभाषया यत्र ली आत्वपक्षे ली अपि ला अपि नुक् भवति इति तदेव लापि तत्र लुक् भवति इति खलु आम् लुक् भवति इति अर्थः इत्युक्ते विलालयति इति रूपं कथं लभ्यते इति प्रश्नः खलु ला आत्वमस्ति अपि ला ली इव स्वीकुर्मः ली न ली इति अस्ति धातुः मूलधातुः ली इति अस्ति लीलोर् नुग्लुका अन्यतरस्याम् इति किम् उक्तं ली इति अस्ति चेत् नुगागमः ला इति अस्ति चेत् लुगागमः इति उक्तम् तर्हि ली इत्यनेन ली धातोः ग्रहणं ला इत्यनेन ला धातोः ग्रहणम् इति एव वयं चिन्तयामः खलु तर्हि ली धातोः ग्रहणम् अस्ति चेत् अत्र नुगागमः एव स्यात् खलु न तु लुगागमः तर्हि तत्र लालयति इति रूपं कथं लभ्यते इति प्रश्नः. अत्र ली धातोः लालयति इति रूपं कथं लभ्यते इति प्रश्नः. ली ली पुर् प्रकृति अस्ति, ला विकृति अस्ति आत्वं चेत् उपाशलीयते इति सूत्रेण आत्वं भवति. ला धातु अन्य अन्यधातु अस्ति, वयं चर्चितवन्तः ली एव. ली ला भवति, ला भवति चेदपि नुक् भवति. किमर्थं? परिभाषासूत्रय परिभाषायाः अर्थः कः? निमित्तं अश्वः न एकदेशविकृतस्य अनन्यत्वात् इति परिभाषायाः अर्थः पृथक् पृथक्तया वदतु. किम् अस्ति परिभाषायाः अर्थः? पुनः पुनः आयाति अन्य अन्यस्मिन् काण्टेक्स्ट् मध्ये वयं पठितवन्तः. जरा इति शब्दस्य कृते, जरा इति शब्दस्य कृते, जरा इति शब्दः सर्वं मास्तु, केवलं परिभाषायाः अर्थः. ली इति शब्दस्य कृते यः अत्र रूल् अस्ति तद् ली इत्यस्य विकृतरूपस्य कृते अपि भवति इति अर्थः. तदर्थः कः इति अवगम्यते, परन्तु तत्र परिभाषायां यानि पदानि सन्ति तानि स्वीकृत्य प्रतिपादनीयम्. यस्य कस्यापि एकदेशस्य विकारः भवति चेदपि सम् पार्ट् आफ् दट् धातु इत्यस्य यदि कोऽपि विकारः भवति तदापि तस्य धातोः कृते स्पेसिफैड् रूल्स् यानि सन्ति तत्सर्वं न उक्तम् अत्र परिभाषायाम्. कुक्कुरस्य पुच्छः छिन्नः भवति, न तत्सर्वं मास्तु. परिभाषायां यानि पदानि सन्ति तानि स्वीकृत्य अनन्यत्वात् इत्युक्ते शब्दस्य यदि एकदेशः इत्युक्ते एण्टायर् शब्दे नास्ति, कुत्रापि अन्ते अथवा आदौ किमपि विकृतं भवति चेत् तदापि विकृतशब्दः अन्यः न भवति. यः शब्दः आसीत् तस्य अनन्तरं विकृतस्य शब्दस्य अपि अनन्यत्वात् इत्युक्ते अन्यः इति न मन्तव्यं, द्वयोः शब्दयोः साम्यम् अस्ति इति वदति. एकस्य भागस्य विकारः अस्ति चेदपि तस्य भेदः नास्ति, तदेव अस्ति इति. सत्यं, तदर्थमेव तत्र चिन्नपुच्छश्व श्वा एव इति उक्तम्. कुक्कुरः कुक्कुर एव, पुच्छः नास्ति चेदपि कुक्कुरः एव, पुच्छः अस्ति चेदपि कुक्कुरः. यदा पुच्छः अस्ति चेत् कुक्कुरः इति वयं जानीमः, पुच्छः नास्ति चेदपि सः कुक्कुरः एव. कुक्कुरे एकदेशे परिवर्तनं जातं, परिवर्तनं जाते सत्यपि सः कुक्कुरः एव, न अन्यवत् न अन्यवत्. यथा प्रकृतिः तथा एव विकृतिः अपि. विकृतिः प्रकृतितः भिन्नः भिन्ना नास्ति, भिन्ना नास्ति इत्येव वार्ता. ततः इदानीं विजयलक्ष्मी भगिन्या उक्तं प्रकृतेः कृते यानि सूत्राणि सन्ति तानि विकृतेः कृते अपि प्रवर्तन्ते इति, तत्सर्वम् अग्रे आयाति. परन्तु परिभाषायाः अर्थः कः इत्युक्ते सर्वदा किं भवति इति चेत् वयं सामान्यतया अर्थः कः इति जानीमः परिभाषायाः, परन्तु परिभाषायां यानि पदानि सन्ति तानि स्वीकृत्य वयम् अवगन्तुं न शक्नुमः. तदर्थं मया पृष्टम् एकदेशविकृतस्य अनन्यत्वात् इत्यनेन प्रकृते प्रकृतौ एकदेशे विकारः जायते चेदपि सा विकृतिः अन्यवत् नास्ति, अन्यवत् नास्ति. अतः धातोः परिवर्तनं जायते चेदपि सः धातुः एव. इदानीं जी, इदानीं ली इति धातुः स्वीकृतः अस्ति. ली धातोः परिवर्तनं जातं, विभाषा लीयते इति नात्वं जातं. तर्हि इदानीम् इदानीमपि ली इति धातुः एव अस्ति खलु. अतः कथं तत्र लीलोर् नुग्लुक वनेतरस्याम् इति ला धातोः कृते लुगागमः यः आगमः उक्तः तस्य प्रसक्तिः अत्र कथम् इति प्रश्नः. यतोहि तत्र परिभाषायाः प्रयोगेण अथवा सूत्रस्य अवगमनेन एतादृश अर्थः न लभ्यते. तदर्थम् अग्रे किञ्चित् तत्र उक्तमस्ति, तद् वयम् अग्रिमसप्ताहे पठामः. इदानीम् अत्र एतावता अत्र किं पठितम् इति कः शुभदा भगिनी सारांशरूपेण वक्तुमिच्छति वा? क्षम्यतां भगिनी, मया श्रोतव्यं पुनः एकवारम्, अनन्तरं वक्ष्यामि. तर्हि अस्तु, नास्ति चिन्ता. तर्हि इदानीं किं विनयमहोदय वक्तुमिच्छति वा? न, सारांशसम्बन्धे तु भगिनी अहं सम्यक् न जानामि, परन्तु यदि अहं एक कति रूपाणि सन्ति इति वदतु, कति रूपाणि सन्ति लीधातोः रूपाणि. अतः यदि अहम् अत्र ली लि लोण् सम्बन्धे वदामि, तर्हि लीलोण् लीलोर्नुग् लुक् औन्नतरस्यां स्नेहविपातने इति वा लुगागमः. अहं पठामि अत्र कोऽपि पुस्तकं पठामि. पठनस्य आवश्यकता नास्ति, पठनस्य आवश्यकता नास्ति. कति रूपाणि सन्ति इति वदतु. वयं जानीमः रूपं चत्वारः रूपं भवन्ति, परन्तु चत्वारः रूपं यदा भवन्ति रूपाणि, तर्हि हा रूपाणि भवन्ति, तर्हि लीलोः स्पष्टतया स्नेहविपातने अर्थात् ली लोह नुग् अपि च लुक्. नुग् मीन्स् विलीयन इति लुक् स्थार्थ, लुक् अर्थात् विलालयति अस्ति, ल स्था ल यदि आयाति तर्हि विलालयति भवति, यदि नुक् अस्ति तर्हि विलीनयति अस्ति. तत् उपसर्ग अन्यविषयः. परन्तु यदि यदि लाभ यदि यदि एजन्त् धातु अस्ति तर्हि आत्मं भवति, तर्हि वयं जानीमः सूत्र अस्ति अर्ति रि ब्लि वि इत्यादि, तर्हि तु पुक् आगम भवति, स्पष्टतया पुक् आगम भवति. अपि च यदि उपसर्ग अस्ति वि अर्थात् तर्हि विलापयति भवति. अतः विलापयति कथं भवति, विलालयति कथं भवति, विलीनयति कथं भवति, वयं जानीमः. परन्तु प्रश्न उदेति, अहं केवलं प्रश्नं वदामि, अन्य कोऽपि विषयः नास्ति. यदि ला यदि भवति, ली ला भवति प्रकृति विकृतिसम्बन्धे अपि वदामः, तर्हि ला लाक्षणिक भवति. अहं किञ्चित् पठितवान् अर्थः कः, किञ्चित् प्रश्नः अस्ति. ली प्रकृति अस्ति, ला विकृति अस्ति, परन्तु ला लाक्षणिक अस्ति, कोऽपि अर्थः अस्ति वा न, प्रश्न. ला लाक्षणिकम् अपि गृह्यते अस्मिन् सूत्रे, सर्वत्र तथा अस्ति इति नास्ति. यद्यपि ली इति तस्य परिवर्तनं जातं, तथापि तत्र लीवत् अस्ति इति न मन्यते अत्र. लीवत् अस्ति इति न मन्यते, यतोहि अस्मिन् सूत्रे लीलोर् नुग्लुका वन्यतरस्याम् इति सूत्रे ली इत्यनेन यत्र ली इति एव तिष्ठति तत्र एव नुगागमः. यत्र ली इत्यस्य परिवर्तनं भवति तदानीं लीवत् अस्ति इति न मन्तुं शक्यते. तत्र ला इति यदा जातं तदानीं तत्र लुगागमः आगच्छति इति अत्र अस्य सूत्रस्य विशेषः. तर्हि लुगागम आगच्छति परन्तु ली ली तिष्ठति परन्तु तर्हि प्रकृति अस्ति तर्हि विकृति भवति ला अस्ति तर्हि लुग् भवति. समीचीनम् अत्र किञ्चित् पठन्तु पुनः एकवारं किञ्चित् भ्रमात्मकविषयः इव भाति अत्र लीलोर्नुग्लुकाव् अन्यतरस्यां स्नेहविपातने विभाषा लीयतेः अनयोः कार्यं कथम् इत्येव अत्र प्रश्नः मूलप्रश्नः. तदर्थं तत्र कार्यद्वयं कृत्वा चत्वारि रूपाणि लभ्यन्ते. ली धातोः विषये ला धातोः विषये तु लालयति इति रूपम् अस्ति एव. लालयति लापयति इति रूपम् अस्ति ला धातोः विषये. अस्तु तर्हि अत्र स्थगयामः वा? आम् महोदय. प्रश्नः धन्यवादः. नमस्कारः. धन्यवादः. शुभदिनं.